पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायम् 89 विष्णुरुवाच कुञ्चलस्तु सुदं वाक्यं समुज्ज्वलमधाब्रवीद भवान् कथय भोः पुत्र किमपूर्वं तु दृष्टवान् तन्मे कथय सुप्रीद श्रोतुकामोऽस्मि साम्प्रतम् एवमादिश्यदं पुत्रं विररामस कुञ्चलः पितरं प्रत्युवाचाथ विनयावनतः सुतः समुज्ज्वल उवाच हिमवन्तं नगश्रेष्ठं देववृन्दसमन्वितम् आहारार्थं प्रगच्छामि भवदश्चात्मनः पितः पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा प्रदेशमृषिगणाकीर्णमप्सरोभिप्रशोभितम् बहुकौतुकशौभाढ्यं मङ्गलं मङ्गलायुर्युतं बहुपुण्यफलोपेदैर्वानैर्नानाविधैस्ततः अनेककौतुकभरैर्मनसः परिमोहनं तत्र दृष्टं मया तात अपूर्वं मानसान्धिके बहु हंसै समाकीर्णो हंस एकः समागतः एवं कृष्णा महाभाग अन्ये तत्र समागताः सितेतरैश्चु पादैरन्यदशुक्लविग्रहाः तादृशास्ते च नीला वै अन्ये शुभ्रा महामते चदस्रस्तत्र वैनार्यो रौद्राकारा विभीषणाः दंष्ट्रा कराल सङ्क्रूरा ऊर्ध्वकेश्यो भयानकाः पश्चात्तास्तु समायादास्तस्मिन् सरसि मानसे कृष्णाहासांस्तु संस्नादा मानसे तादमत्पुरः विभ्रान्ता परितश्चान्ये न स्नातास्तत्र मानसे जह सुस्तास्त्रियस्ताद हास्यैरट्टाट्टदारुणैः तस्मात् सराद्विनिष्क्रान्तो हंस एको महातनुः पश्चात्त्रयो विनिष्क्रान्तास्तैश्चाकं समुपेक्षितः यादा आकाशमार्गेण विवदन्तः परस्परं तास्तु स्त्रियो महाभीमाः समं तात् परिबभ्रमुः विध्यंस्य शिखरे पुण्ये वृक्षच्छाया सुपक्षिणः निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः तेषां सुवीक्षमाणानां भिल्ल एकः समागतः मृगान् स पीडयित्वा दु बाणपाणिर्धनुर्धरः शिलातलं समाश्रित्य निशसादसुखेन वै पश्चाद्भिल्ली समायादा अन्नमादाय सोदकं स्वप्रियं वीक्षदे राज्ञा मुदितैर्लक्षणैर्युधम् अन्यादृश्यं समावीक्ष्य स्वकान्तं तेजसावृतं दिव्यतेजसमाक्रान्तं यथा सूर्यं दिविस्थितं नरमन्यं परिज्ञाय तं परित्यज्य साययौ व्याध उवाच एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि क्षुधया पीड्यमानोऽहं त्वामहं चावलोकये तस्य वाक्यं समाकर्ण्यशीघ्रं व्याधी समागता भर्तुपार्श्वं समासाद्य विस्मिता सा भवत्तदा कोऽयं तेजः समाचारो देवोऽयं मां समाह्वयेत् समुवाच ततो व्याधीभर्तारं दीप्ततेजसम् अत्र किं ते कृतं वीर भवान् को दिव्यलक्षणः सूत उवाच एवमाभाषितो व्याध्या व्याधप्रियमभाषत अहं ते वल्लभकान्ते भवती च मम प्रिया कस्मात् त्वं मां न जानासि कथं शङ्का प्रवर्तते क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते व्याध्युवाच बर्बरकृष्णवर्ष्णश्च रक्ताक्षकृष्णकुञ्चुकः ईदृश्यश्चास्ति मे भर्ता सर्वसत्त्वभयङ्करः भवान् को दिव्यदेहस्तु प्रियेत्युक्ता समाह्वयेद् एष मे संशयो जादो वद सत्यं ममाग्रदः कुलं नाम स्वकं ग्रामं क्रीडां लिङ्गं सुदं सुदां समाचष्टप्रियाग्रेदु तस्याः प्रत्ययहेदवे प्रत्युवाच स्वभर्तारं साव्याधी हृष्टमानसा कस्मात् ते ईदृशकायश्वेदकञ्चुकधारकः कथं जातसमाचक्ष्व ममाश्चर्यं प्रवर्तते एवं सम्पृच्छमानस्तु भार्यया मृगखादकः सूत उवाच प्रत्युवाच तद श्रुत्वा तां प्रियां प्रश्रयान्विदं नर्मदा उत्तरे कूले सङ्गमश्चास्ति सुव्रते आतपेनाकुलो जीवो मम जादो दिशु प्रिये अस्मिन् वै सङ्गमे कान्ते श्रमश्रान्तो हि सत्वरः गतस्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः तदा प्रभृतिमेकाय ईदृशस्तेजसावृतः संजादो वस्त्रसंयुक्तः कञ्जुकशुभ्रदां गदः पूर्वोक्तलिङ्गसंस्थानैकुलैस्थानेन वै तथा स्वप्रियं लक्षयित्वा दुज्ञात्वा पुण्यस्य सम्भवं प्रत्युवाचाध भर्तारं सङ्गमं मम दर्शय तव पश्चात् प्रदास्यामि भोजनं पानसंयुधम् इत्युक्तः प्रियया व्याधसत्वरेण जगामः सङ्गमो दर्शितस्तेन तदोग्रे पापनाशनः समुड्डीनामः भागपक्षिणो लघुविक्रमाः तया सार्धं ययुः सर्वे रेवासङ्गममुत्तमं तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः तया हि स्नापिदो भर्ता पुनः स्नाता हि सा स्वयं दिव्यदेहधरौ चोभौ दिव्यकान्तिसमन्वितौ संजातौ पक्षिणां श्रेष्ठदिव्यवस्त्रानुलेपनौ दिव्यमालाम्बरधरौ दिव्यगन्धानुलेपनौ वैष्णवं यानमासाद्य मुनिगन्धर्वपूजितौ गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ स्तूयमानौ महात्मानौ दम्पती दृष्टवानहं व्रजं तौ स्वर्गमार्गेण कूजन्ते पक्षिणस्तथा तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा चत्वारकृष्णहंसास्ते सङ्गमे पापनाशने स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः स्नात्वा पीत्वा जलं ते दु पुनर्बहिर्विनिर्गताः तावत्यस्ता स्त्रियकृष्णा मृतास्तस्नानमात्रतः क्रन्दमाना विचेष्ट्यन्तो हाहाकार विकम्पिताः यमलोकं गतास्तास्तु तादृष्टा मया तदा उड्डीनास्तु ततो हंसास्वस्थानं प्रतिजग्मिरे एवं तादमया दृष्टं प्रत्यक्षं कथितं तव कृष्णपक्षमहाकाय धार्तराष्ट्रास्तु ता स्त्रियः कथयस्वप्रसादेन के भविष्यन्ति वै पितः निर्गतान् मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे ते भविष्यन्ति ते तादकथयत्वं तु साम्प्रतम् कस्मात् सुकृष्णदां प्राप्ता कंसा शुद्धाश्च ते पुनः सञ्जातास्तत्क्षणात्ताद कस्मान्मृतास्तु ता स्त्रियः एवं मे संशयस्ताद सञ्जातो दारुणो हृदि चेतुमर्हसि अद्यैव भवान् ज्ञानविचक्षणः प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे एवं सम्भाष्य पितरं विररामसमुज्ज्वलः तद प्रवक्तुमारेभे स सुखकुञ्चलाभितः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः ॐ